नमस्सर्वेभ्यः, अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अनुवर्तते। तत्र अन्तरङ्गम् इति विषयः प्रवर्तमानः अस्ति। अन्तरङ्गम् इति तत्र अस्माभिः एतावता पूर्वपर इत्यस्य प्रसङ्गे पठितं, तत्र विप्रतिषेधे परं कार्यम् इत्यपि पठितं, यत्र सूत्रयोः मध्ये सङ्घर्षः अस्ति, अनयोः मध्ये तुल्यबलविरोधः अस्ति चेत् परसूत्रस्य फलं भवति। तुल्यबलविरोधः इत्युक्ते ययोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, तयोः तुल्यबलविरोधः। तुल्यबलविरोधः अस्ति चेत् परसूत्रस्य बलम् इति ज्ञातं। तत्पश्चात् नित्यसूत्रम् इत्यपि पठितं, यत्र एकस्य सूत्रस्य कार्यानन्तरमपि अन्यत् सूत्रं कार्यं करोति, द्वितीयसूत्रस्य कार्यात् पूर्वमपि तत् सूत्रं, यत् सूत्रं कार्यं कर्तुम् अर्हति तत् सूत्रं नित्यसूत्रम्। तदेव कृताकृतप्रसङ्गी यः विधिः, सः विधिः नित्यः इति अस्माभिः पठितं, तस्य उदाहरणमपि चर्चितम्। इदानीं तृतीयः विषयः अस्ति अन्तरङ्गम् इति विषयः अस्ति। नित्यसूत्रात् अपि अन्तरङ्गसूत्रं बलीयः। तर्हि अन्तरङ्गसूत्रं परसूत्रं वा भवतु नित्यसूत्रं वा भवतु, तस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्। इत्युक्ते सूत्रद्वयम् अस्ति, तयोर्मध्ये एकं सूत्रम् अन्तरङ्गम्, अन्यसूत्रं बहिरङ्गम्। तर्हि बहिरङ्गसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्। बहिरङ्गसूत्रं नित्यसूत्रं भवतु परसूत्रं भवतु, यत्किमपि भवतु, परन्तु अन्तरङ्गसूत्रं बलवत्। तर्हि अन्तरङ्गम् इत्युक्ते किम् इति प्रश्नः उदेति। अन्तरङ्गसूत्रं बलवत् इति उक्तम्, अन्तरङ्गसूत्रम् इत्यस्य कः अर्थः इति इदानीं वयं पश्यामः। तर्हि अन्तरङ्गम् इत्युक्ते तत्र अङ्गम् इत्यस्य निमित्तम् इति अर्थः अस्ति, न तु अवयवः अथवा अङ्गकार्यं, व्याकरणे अङ्गकार्यम् इति अर्थः नास्ति, निमित्तम् इति अर्थः अस्ति। तर्हि अत्र एका परिभाषा वर्तते, असिद्धं बहिरङ्गम् अन्तरङ्गे, अन्तरङ्गे बहिरङ्गम् असिद्धम्। इत्युक्ते यत्र सूत्रद्वयं वर्तते, तयोः मध्ये एकं सूत्रम् अन्तरङ्गसूत्रम्, अन्यत् सूत्रं बहिरङ्गसूत्रं, तादृशसन्दर्भे बहिरङ्गसूत्रम् असिद्धं भवति। अतः बहिरङ्गसूत्रं नित्यं वा भवतु परसूत्रं वा भवतु, असिद्धम् अस्ति, अतः तस्य बलमेव नास्ति। यत्र असिद्धम् इति वदामः, तदानीं तत्र अवकाशः, तत् सूत्रमेव असिद्धम् इत्युक्ते तस्य अस्तित्वमेव नास्ति। अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रस्य अस्तित्वं नास्ति। अस्तित्वं नास्ति इत्युक्ते अस्तित्वम् अस्ति चेदेव तत्र परसूत्रं नित्यसूत्रम् एतादृशचिन्तनमपि भवति। तर्हि अत्र बहिरङ्गसूत्रं यत्किमपि भवतु, नित्यं वा भवतु परं वा भवतु, यत्किमपि भवतु, तस्य अस्तित्वमेव नास्ति अन्तरङ्गसूत्रस्य दृष्ट्या। अतः अन्तरङ्गसूत्रं बलवत्। तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारे कथं कार्यं करोति सूत्रद्वयम् इति यदि वयं जानीमः, अत्रापि तथैव एकस्य दृष्ट्या अन्यत् सूत्रम् असिद्धमस्ति। तर्हि तादृशदृष्ट्या अन्तरङ्गसूत्रं बलवत् अस्ति। इदानीं तत्र अन्तरङ्गसूत्रं कथं ज्ञातव्यं, किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गम् इत्यस्य कृते एकं लक्षणं उक्तमस्ति। अन्तरङ्गबहिरङ्गयोः लक्षणम् उक्तमस्ति। तर्हि तत्र किम् उक्तमिति चेत्, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूताङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम्, एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गं बहिरङ्गम्। इत्युक्ते किम् इति चेत्, अन्तर्मध्ये इत्युक्ते बहिरङ्गशास्त्रस्य बहूनि निमित्तानि भवन्ति, तादृशनिमित्तेषु तत्र कश्चन भागः अस्ति अन्तरङ्गशास्त्रस्य, अन्तरङ्गसूत्रस्य निमित्तानि। तदानीं वयं वदामः एकं सूत्रम् अन्तरङ्गम्, अन्यत् सूत्रं बहिरङ्गम्। इत्युक्ते बहिरङ्गम् इत्यस्य निमित्तानि अधिकानि भवन्ति, अधिकानि निमित्तानि भवन्ति, तेषु निमित्तेषु कानिचन निमित्तानि अन्तरङ्गशास्त्रस्य अन्तर्भूतानि तादृशसन्दर्भे एकं सूत्रम् अन्तरङ्गम् अन्यत् सूत्रं बहिरङ्गम् इति वदामः, तदेव तत्र किम् उक्तमिति चेत् अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम्, अन्तर्भूतनिमित्तकत्वं कस्य अन्तर् इति चेत् बहिरङ्गशास्त्रे शास्त्रस्य शास्त्रमित्युक्ते सूत्रं बहिरङ्गसूत्रस्य निमित्तसमुदायमध्ये अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इति उक्तं। तर्हि तस्य उदाहरणं किम् इति वयं गतवर्गे किञ्चित् आरब्धमस्ति, तर्हि पुनः एकवारं तस्य अवगमनं सम्यक्तया भवतु इति कृत्वा पुनः एकवारं पठामः। अतः तत्र करपत्रम् उद्घाटयन्तु, अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इति करपत्रम् उद्घाटयन्तु, ततः पठामः। अस्तु, शर्मिला भगिनी पठति वा? अस्तु भगिनि, आरम्भतः पठामि वा? आरम्भतः पठामि। अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम्। अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वम्। बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तद् तत् अन्तरङ्गम्। बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वम्। इदानीं भगिनी उक्तवती तदेव अत्र लिखितमस्ति, यदा द्वे सूत्रे स्तः तत्र बहिरङ्ग सूत्र यः अस्ति तस्य बहूनि निमित्तानि सन्ति, अपि च अन्तरङ्गसूत्रस्य ये निमित्ताः सन्ति ते सर्वे बहिरङ्गसूत्रस्य निमित्तान् अन्तर्भूताः सन्ति, तेषु सन्ति इति स्थितौ अन्तरङ्गसूत्रं भवति, अन्तरङ्गत्वम् अस्ति इति जानीमः। दृष्टान्तं स्वीकृत्य पश्यामः। श्रूगतौ इति द्वादिगणीयधातोः लुङ्लकारस्य प्रथमपुरुषैकवचनान्तं रूपम् अस्ति अश्रुवत्। तस्य रूपसिद्धिः कथं भवति इति पश्यामः। लुङ्लकारे श्रु इति धातोः द्वित्वं भवति चङि इत्यनेन, सामान्य अभ्यासकार्याणि च भवन्ति सुश्रु इति धातुः सिद्धः। अधुना अडागमः भवति लुङ् लङ् लृङ् षुडात्त इत्यनेन। अत्र श्रु धातोः लङ्लकारे प्रथमपुरुषे एकवचनं कथं सिद्ध्यति इति दीयते। प्रथमं तु लुङ्लकारे श्रु धातोः द्वित्वं भवति चङ्गि इति सूत्रेण सुश्रु भवति, तदनन्तरम् अडागमः भवति अन्यसूत्रेण। अश्रुश्रु योगः लुङ् लुङ् इत्यनेन भूतकालं द्योतयितुं धातोः परः लुङ्लकारः विधीयते। अशुश्रु छ्लि ल छ्लीलुङ्गि इत्यनेन लुङ्लकारे परे धातोः छ्लि प्रत्ययः भवति। तावत्पर्यन्तं किमस्ति इति वदतु। लुङ्लकारविवक्षायाम् अशुश्रु योगः लुङ् इति यदा वयं योजयामः तत्र लुङ्लकार इत्युक्ते उकार ङकारस्य इति संज्ञा भूत्वा ल एव तिष्ठति, अपि च लुङ्लकारः अस्ति इत्यनेन च्लि लुङ्गि इत्यस्य प्रसक्तिः अस्ति, अतः अशुश्रु योग च्लि योग ल इति स्थितिः अस्ति। समीचीनं भगिनि, धन्यवादः, कृपया म्यूट् करोतु। तत्र श्रुगतौ इति धातुतः लुङ् लकारस्य यदा विवक्षा अस्ति तदानीं श्रुयोगः लुङ् इति लुङ् लकारस्य विधानं भवति। इदानीं तत्र छिलीलुङ्गि इति सूत्रेण तत्र छिलि प्रत्ययः विधीयते, अत्र लुङ्लकारस्य वैशिष्ट्यं किम् इति चेत् तत्र लुङ्लकारे द्वित्वं भवति. द्वित्वं सर्वत्र भवति इति नास्ति, द्वित्वं भवति कुत्रचित्. तर्हि श्रुधातोः कृते द्वित्वं भवति. तर्हि द्वित्वं भवति चेत् श्रु इति भवति. तदनन्तरं द्वित्वानन्तरं प्रथमभागः अस्ति श्रु इति भागः, अभ्यासः इत्यस्य तस्य नाम अस्ति अभ्यासः. तर्हि प्रथमभागः श्रुश्रु इति द्वित्वानन्तरं प्रथमभागः श्रु इति भागः अभ्यासः अस्ति. तत्र अभ्यासकार्याणि भवन्ति, तदर्थं सूत्राणि सन्ति. तर्हि तत्र श्रु इत्यत्र एकं सूत्रमस्ति हलादिः शेषः इति सूत्रमस्ति, हलादिः शेषः. तर्हि आदिमहल्वर्णः एव तिष्ठति अभ्यासे, अन्येषां हल्वर्णानां लोपः भवति. तर्हि अभ्यासे श्रु इति अभ्यासे तत्र हल्वर्णद्वयम् अस्ति, सकारः अस्ति, रेपः अस्ति, उकारः तु अच्वर्णः अस्ति. अतः सकारः आदिमहल्वर्णः, रेपः द्वितीयहल्वर्णः अस्ति. अतः केवलम् आदिमवर्णः एव तिष्ठति, हल्वर्णः एव तिष्ठति, अन्येषां हल्वर्णानां लोपः भवति. अतः सु इति जायते, रेपस्य लोपः सुश्रु इति अस्ति, सुश्रु इति अस्ति. तर्हि लुङ्लकारे तु अडागमः अपि भवति, लुङ्लङ् रिङ् स्वरदातः यथा लङ्लकारे, एवमेव लुङ्लकारे अपि अडागमः भवति. अतः तत्र आदौ अकारः दृश्यते, असुश्रु योगः लङ्. इदानीं लुङ् निमित्तीकृत्य चिलिलुङ्गि इति सूत्रेण चिलि इति विकरणप्रत्ययः विधीयते लकारावस्थायाम् एव. यतोहि पश्यन्तु अत्र आर्धधातुकलकारः अस्ति, सार्वधातुकलकारः अस्ति चेत् तत्र लकारस्य स्थाने यदा हि श्रु इति धातुतः लट् लकारः विधीयते चेत् लकारस्य स्थाने तिप्रत्ययः आयाति, तदनन्तरं विकरणप्रत्ययः आयाति तिप्रत्ययं निमित्तीकृत्य. परन्तु अत्र आर्धधातुकलकारः अस्ति इति कृत्वा लकारनिमित्तिकविकरणप्रत्ययः चिलि इति प्रत्ययः आयाति. अतः असुश्रु योगः चिलि योगः लकारः. तर्हि तत्पश्चात् किं भवति इति अग्रे पश्यामः. अधुना गीताञ्जलि भगिनी पठति वा? आं भगिनि, श्रूयते वा? नमस्ते भगिनि, विलम्बेन आगतवती. नमस्कारः भगिनि. नमस्ते रमा भगिनि. नमस्ते भगिनि. किञ्चित् मन्दं मन्दं श्रूयते. नमस्ते भगिनि. हेड्सेट् अस्ति वा? अस्तु. आं भगिनि, तर्हि वदतु, पश्यामः कथमस्ति. अस्तु अस्तु. असुश्रु योगः चङ् योगः लकारः. णिश्री दृसु दुसृद्भ्यः कर्तरि चङ् इत्यनेन णत्येभ्यः धातुभ्यः तथा च श्रि दृ सृ एतेभ्यः परस्य छ्लि प्रत्ययस्य कर्तरि प्रयोगे चङ् आदेशः भवति. अत्र दत्तम् एकं सूत्रम् अस्ति, णिश्री दृसृद्भ्यः कर्तरि चङ् इति सूत्रेण चङ् इति निमित्त विकरणप्रत्यय अस्ति यत् तस्य अ एव आयाति अनुबन्धलोपानन्तरं, किन्तु च श्री दृ सृ एतेभ्यः परस्य च्लि प्रत्ययस्य कर्तरि प्रयोगे चङ् आदेशः भवति इत्युक्ते इति सूत्रेण चङ् धातुतः आयाति इति विकरणनिमित्तम् अस्ति. तदनन्तरम् अनुबन्धलोपानन्तरम् अ एव तिष्ठति. असुश्रु योगः अ योगः तकार, तकार आयाति ल स्थाने तकार आयाति. चङ् इति आर्धधातुकप्रत्ययः णिच् अस्ति. णिच् अस्ति इत्युक्ते च्लि चङ् अस्ति चेत् ङकार अस्ति एव. पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु ङिति च इति सूत्रेण गुणनिषेधः भवति ङित्वात्. अत्र चङ् इति आर्धधातुकप्रत्ययः अस्ति, किन्तु ङित्वात् अस्ति चेत् ङिति च सूत्रेण गुणनिषेधः अस्ति. अदौ धातोः क्षम्यतां, पुगन्तलघुपदस्य च इति नास्ति, सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति अत्र न भगिनि. पुगन्तलघुपदस्य नास्ति, सार्वधातुकार्धधातुकयोः तत्र दोषः अस्ति. इगन्त अङ्गम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण प्रसक्तिः, किन्तु ङिति च सूत्रं निषेधं करोति. अधुना अशुश्रूयोगः अयोगः तकार, अशुश्रूयोगः अ इत्यत्र इको यणचि इति सूत्रस्य प्रसक्तिः अस्ति. अशुश्रु इति उकारान्तधातुरूपी अङ्गम्, अ इति अजादिः प्रत्यय निमित्तरूपेण अस्ति इत्यतः अचि श्नुधातु भ्रुवां युवोरियुङ्ग युवोः इत्यस्य सन्धिं कृत्वा युवोर् यङ् वङ् औ युवोर् यङ् वङ् औ इति. क्षम्यतां भगिनि, अचि अचिष्णु धातु भ्रुवां युवोर्यङ्गुवङ्गौ अस्ति. असुश्रु अ योगः तकार इत्यत्र पुगन्तलघुपदस्य च इति सूत्रेण. भगिनि एकक्षणम् एतावत्पर्यन्तं बुद्धं वा इति पश्यामः. एतावत्पर्यन्तं किम् अस्ति? असुश्रु योगः अ, चङ् इति प्रत्ययः अ इति अवशिष्यते. अधुना अ इति प्रत्ययं निमित्तीकृत्य किं किं कार्यं भवितुम् अर्हति? अस्तु भगिनि, अ इति आर्धधातुकप्रत्ययः अस्ति. तस्य पूर्वम् इगन्त अङ्गम् अस्ति इत्युक्ते अश्रु उकार अन्ते अस्ति चेत् द्वे निमित्ते अस्ति सः गुण गुणकार्यस्य कृते. किन्तु चङ् इति ङकार अस्ति तत् प्रत्यये, ङकार अस्ति चेत् ङित्वत् अस्ति, ङित्वत् अस्ति चेत् ङिति च इति सूत्रेण गुणबाधकः अस्ति. तेन अशुश्रु अशुश्रो न भवति. अशुश्रु योगः अयोगः तकार. अधुना इको यणचि अपि प्रसक्तिः, किन्तु इको यणचि तु सन्धिकार्यमस्ति अत्र, अपि च एकम् अन्य सूत्र अस्ति अचिष्णु धातु भ्रुवां युवोरियङ्गुवङ्गौ इति सूत्रं कार्यं करोति. इको यणचि प्रबाद्य तत्तेन अशुश्रु अ योगः तकार इति आयाति. अचिष्णु धातु भ्रुवाम् इति सूत्रमेकवारं पठामः. बहु धन्यवादः भगिनि. इदानीम् अग्रे सूत्रमेकवारं पठामः तत्र अचिष्णु धातु भ्रुवां, तदनन्तरम् इदं पुनः अत्र आगच्छामः. अत्र गीता भगिनी पठति वा अचिष्णु धातु भ्रुवां? श्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण लिङ् पुङ् च आदेशः भवति अजादिप्रत्यये परे श्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्रह्याः परिभाषा इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः व्योः इति विशेषणं धातुशब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं रुप्रातिपदिकं च उकारान्तः एव अतः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते यो इति विशेषणं योग्यं येन विधिष्ठदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः श्नुश्च धातुश्च भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम् निश्च पुश्च तयोः इतरेतरद्वन्द्वः यु तयोः योः लिङ् च लुङ् च तयोः इतरेतरद्वन्द्वः लिङ् लिङ् स्वङ्गौ अधि सप्तम्यन्तं श्नुधातुभ्रुवां षष्ट्यन्तं योः षष्ट्यन्तं युङ् यङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं योः श्नुधातुभ्रुवाम् अङ्गानां यु युङ्गौ अचि अत्र त्रीणि प्रसक्तानि सन्ति श्नु प्रत्ययान्त अङ्ग अस्ति चेत् शक्नु चिनु इत्यनयोः स्वादिगणस्य अत्र इकारान्त उकारान्त धातुरूपी श्नु प्रत्ययान्तम् अङ्गमस्ति चेत् किं भवति तत्र कार्यं किम् श्नु प्रत्ययान्त अङ्गमस्ति चेत् इकारान्त उकारान्त धातु अस्ति चेत् इकारान्त उकारान्तं कथम् भवति तत्र श्नु प्रत्ययान्तम् अङ्गमस्ति चेत् कीदृशं भवति अङ्गम् उकारान्तम् अङ्गं भवति उकारान्तम् अङ्गं भवति तादृश उकारान्तम् अङ्गमस्ति चेत् तत्र किम् अस्ति कार्यम् उवङ् इति आदेशः भवति अचि परे श्नु प्रत्ययान्तम् अङ्गम् इत्युक्ते तत्र चिनुयोगः अन्ति चिनुयोगः अन्ति अथवा शक्नुयोगः अन्ति शक्नुयोगः अन्ति इत्यत्र शक्नु इति श्नु प्रत्ययान्तम् अङ्गमस्ति श्नु प्रत्ययं योजयित्वा स्वादिभ्यः श्नु शक् शक् इति धातुः स्वादिगणीयधातुः अतः स्वादिभ्यः श्नु इति सूत्रेण श्नु प्रत्ययस्य विधानं श्नु प्रत्ययं योजयित्वा शक्नु इति अङ्गं शक्नु इति अङ्गं श्नु प्रत्ययान्तम् अङ्गम् अतः तत्र उकारस्य स्थाने उवङ् इति आदेशः भवति कदा भवति अचि परे अच् प्रत्ययः परः अस्ति चेत् शक्नुयोगः अन्ति तत्र किं भवति शक्नुवन्ति उवङ् आदेशः भवति चेत् अन्त्यवर्णस्य स्थाने भवति उवङ् आदेशः अत्र इतोपि बहु चिन्तनम् अस्ति तत्र उवङ् इति आदेशः नित् अस्ति खलु उवङ् आदेशः नित् अस्ति तर्हि सामान्यतया तत्र किं वदामः कुत्र भवति आदेशः सामान्यतया वयं किं वदामः आदेशः कुत्र भवति षष्टि अङ्गस्य सम्पूर्ण अङ्गस्य स्थाने वा इति चेत् न, अङ्गस्य अङ्गस्य अन्ते. तदर्थं परिभाषासूत्रं किम्? अलोन्त्यस्य. अलोन्त्यस्य इति सूत्रेण अन्ते भवति. परन्तु अत्र अन्यत् एकं सूत्रमस्ति, विना पठितम् अनेकाल् षित् सर्वस्य इति एकं सूत्रमस्ति. अनेकाल् षित् सर्वस्य इति परिभाषासूत्रमस्ति. तत् सूत्रम् अलोन्त्यस्य इत्यस्य बाधकसूत्रमस्ति. अनेकाल्षित् सर्वस्य इति सूत्रं किं वदति इति चेत्, यत्र आदेशः अनेकाल् अस्ति, अनेकाल् इत्युक्ते एकः एव वर्णः नास्ति, परन्तु एकवर्ण अनेकः इत्युक्ते न एकः, अनेकः एकः नास्ति. यत्र यत्र आदेशे एकः एव वर्णः नास्ति तत्र अनेकः अनेकः भवति. तर्हि इदानीम् उवङ्ग् इति आदेशः अनेकाल् अस्ति, यतोहि तत्र उव् इति आदेशः वस्तुतः तत्र ङकारस्य इत्संज्ञा अकारः उच्चारणार्थः. तर्हि उव् इति आदेशः अनेकाल् अस्ति, उकारः अस्ति, वकारः अस्ति, वर्णद्वयम् अस्ति, अतः अनेकाल् अस्ति. तर्हि अनेकाल् षित् सर्वस्य इति सूत्रेण सर्वादेशः भवति. तर्हि शक्नु इति सम्पूर्ण अङ्गस्य स्थाने आदेशः भवति उवङ्ग् इति आदेशः. परन्तु अनेकाल्षित् सर्वस्य इत्यस्यापि एकं बाधकसूत्रमस्ति, निच्च इति सूत्रम्. निच्च इति सूत्रं किं वदति इति चेत्, यत्र यद्यपि आदेशः अनेकाल् अस्ति तथापि यत्र आदेशः नित् अस्ति, नकारः इत् यस्य सः, तादृश आदेशः अस्ति चेत् अन्तादेशः भवति. तर्हि पुनः अलोन्त्यस्य इव कार्यं भवति. अतः अत्र उवङ्ग् इति आदेशः नित् अस्ति, अतः यद्यपि अनेकाल् अस्ति तथापि अन्त्यस्य स्थाने एव आदेशः भवति. अतः शक्नु इत्यत्र अन्तिमवर्णः उकारः, तस्य स्थाने उवङ्ग् आदेशः भवति. उवङ्ग् आदेशे मकारस्य इत्संज्ञा अकारः, वकार उत्तरवर्ति अकारः उच्चारणार्थः, अतः उव् उकारः वकारः अवशिष्यते. तर्हि शक्नु इत्यत्र उकारस्य उव् इति आदेशः शक्नुव् शक्नुव् योगः अन्ति शक्नुवन्ति इति रूपम् इति प्रथमं कार्यम्. बुद्धं वा? इति प्रथमं कार्यं. भगिनि णिच्च संख्या किं भगिनि? क्षम्यतां, संख्या पश्यतु भगिनि अष्टाध्याय्यां मध्ये. धन्यवादः भगिनि. अपि च एकः अन्य प्रश्नः अस्ति भगिनि, सर्वदा च्ली प्रत्यय अस्ति चेत् चङ् एव आदेशः भवति वा? यदि न न न न सर्वदा नास्ति, तत्र बहुविधप्रत्ययाः सन्ति, चङ् सिच् सक् बहुविधप्रत्ययाः सन्ति, अतः धातुमनुसृत्य भवन्ति, धातुमनुसृत्य भवन्ति. अतः सामान्यतया चिलि चिलि प्रत्ययः विधीयते. चिलि इति सामान्यम् अस्ति, चिलि लुङ्गि इति सामान्य उत्सर्गसूत्रमस्ति, तस्य बहवः अपवादाः सन्ति. अस्तु अस्तु, अवगच्छामि. तर्हि इदानीम् अचिष्णु धातु ब्रुवम् इत्यत्र द्वितीयकार्यं किम् इति वदतु भगिनि, गीता भगिनि. द्वितीयकार्यं किम् अस्ति? तत्र त्रीणि कार्याणि सन्ति खलु, एकं तु स्नु प्रत्यन्तम् अङ्गं, द्वितीयं द्वितीयमस्ति इकारान्त उकारान्तस्य स्थाने. इकारान्त उकारान्त धातुः अस्ति, धातु धातुरूपी धातुरूपी अङ्गमस्ति. तदानीं किं भवति? अयङ् ओवङ्ग् आदेशः भवति. कदा? तदपि अन्ते एव, अन्तादेश एव. कदा भवति? निमित्तं किम्? निमित्तम् अचि प्रत्यये चेत्, हा अचि अचि अच् प्रत्यये परे, अच् प्रत्यये परे एव चेत् भवति. अस्माकं स्थितिः तादृशमस्ति वा अत्र? अत्र उकारान्त अस्ति. अस्माकं स्थितिः का? उकारान्तधातुरूपी अस्ति अत्र. अस्माकं स्थितिः का? उकारान्तधातुरूपी अङ्गम् अस्ति. असुश्रु इति उकारान्तधातुरूपी अङ्गम् अस्ति. तस्य अनन्तरं किमस्ति? अजादिप्रत्ययः अस्ति. तर्हि किं भवति तत्र? उवङ् आदेशः तत्र भवितुम् अर्हति. भवति चेत् किं भवति? किं भवति? प्रत्यये किञ्चित् लोपः भूत्वा असुश्रु योगः अ इत्यत्र उवङ् आदेशः भवति चेत् किं भवति? असुश्रुवस्य लोपः भूत्वा असुश्रुव इति भवति. मकारस्य इत्संज्ञा अकारः उच्चारणार्थः. उवङ् इति आदेशे अन्ते यः मकारः अस्ति तस्य इत्संज्ञा उव इत्यत्र वकार उत्तरवर्ति अकारः उच्चारणार्थः. अतः उव् उकारः वकारः अवशिष्यते. अस्तु, इति द्वितीयं कार्यमस्ति. इकारान्त अङ्गमस्ति चेत् इयङ् आदेशः भवति, उकारान्तधातुरूपी अङ्गमस्ति चेत् उवङ् आदेशः भवति इति द्वितीयं कार्यमस्ति. तृतीयं कार्यं किम्? तृतीयकार्यमस्ति ब्रू प्रातिपदिकम् अस्ति चेत् तस्य अपि तत्रापि उवङ् आदेशः भवति. उवङ् आदेशः भवति अचिप्रत्यये परे. ब्रू इति प्रातिपदिकात् यदा सुप्रत्ययः विधीयते, अजादिसुप्रत्ययः षष्टिविभक्तौ नस् इति प्रत्ययः अस्ति, पञ्चमीविभक्तौ नस् इति प्रत्ययः अस्ति. तत्र ब्रू योगः अस्, नस् इत्यत्र नकारस्य इत्संज्ञा, अतः अस् इति अवशिष्यते. ब्रू योगः अस्, ब्रू इत्यस्य उकारस्य उवङ् आदेशः भवति, अतः ब्रूवियोगः अस् ब्रुवः इति रूपं ब्रुवः. अपि च प्रथमद्विवचने ब्रूयोगः औ ब्रुवौ, ब्रूयोगः जस् ब्रुवः, प्रथमबहुवचने इति बहुत्र अजादिप्रत्यये परे ब्रू प्रातिपदिकात् कार्यं भवति, उवङ् आदेशः भवति. अस्तु, सूत्रार्थः स्पष्टः वा? अत्र अस्माकं कृते इकारान्त उकारान्तधातुरूपी अङ्गमस्ति चेत् इयङ् उवङ् आदेशः भवति अचिप्रत्यये परे, अच् प्रत्यये परे इति बुद्धं खलु? तर्हि इदानीं गच्छामः अस्माकं मूलस्थितिं प्रति. इदानीम् असुश्रूयोगः अ इत्यत्र, असुश्रूयोगः अ इत्यत्र कानि सूत्राणि प्रसक्तानि इति उषाभगिनी वदतु. आं भगिनि, असुश्रूयोगः अ इति स्थिते अ इति अपेक्षया इकोयणचि इति कार्यं कर्तुम् अर्हति. असुश्रूयोगः अ इति स्थिते अचिष्णु धातु ब्रुवाम् इवोरियङ्गु वङ्गौ अपि कार्यं कर्तुं शक्नोति. तकारस्य तकारस्य अपेक्षया तकारं प्रति गच्छतु, नाम गच्छतु इदानीम् अकारम् अकार अ इति प्रत्ययं निमित्तीकृत्य त्रीणि कार्याणि सम्भवन्ति. त्रीणि सम्भवन्ति तत्र, सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, कोयचि इत्यस्य प्रसक्तिः अस्ति, अतिशुधातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति. परन्तु सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधितम् अस्ति क्मिति च इति सूत्रेण, खलु? तर्हि चङ् इति नित् अस्ति. अस्तु, इदानीम् अत्र पश्यामः चेत् इकोयणचि अपि च अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ अनयोः मध्ये सङ्घर्षः अस्ति वा? सिक्स् वन् सिक्स् फोर् अचिष्णु इको एणचि ब्रुवाम् ऐ मीन् सङ्घर्षः अस्ति भगिनि, बट् इको एणचि अपि अन्यत्र कार्यं कर्तुं शक्नोति. अचिष्णुदब्रुवामि वोरियङ्ग् अपि कार्यं कर्तुं शक्नोति अन्यत्र. द्वयोः सूत्रयोः मध्ये अन्यत्र अन्यत्र अन्यत्र लब्धावकाशः अस्ति, तुल्यबलविरोधः अस्ति. देन् परसूत्रम् अपि कार्यं करोति. कुत्र कार्यं करोति अचिष्णुधातुब्रुवाम्? अन्यत्र इक यण् अचि स्थाने एनि अदर् अङ्ग इक एनि अदर् इकन्द अङ्ग अण्ड अचि परतः देन् तत्रापि इको एनचि भवति खलु? आं भगिनि. तर्हि अन्यत्र कुत्र अस्ति अवकाशः, पृथक् अवकाशः अस्ति वा? इगन्तस्थाने इगन्त अङ्गस्य अपि अस्ति. न भवती किं वक्तुमिच्छति इति चेत् तत्र तुल्यबलविरोधः अस्ति इति वक्तुमिच्छति खलु? आं भगिनि. तर्हि प्रदर्शयतु कथम् अचिष्णुधातुब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति कथं प्रदर्शयतु, कथमिति प्रदर्शयतु. अचिस्थाने हियर् आल्सो अचिस्थाने अचिस्थाने नास्ति निमित्तं बोत् अचि रैट् भगिनि. इको एण्ड् अचि अचि इति अचि इति मा वदतु अत्र उकारान्त उकारान्तधातुरूपी अङ्गम् इति वदतु. ओके, उकारान्तधातुरूपी अङ्गम् असुश्रु इति उकारान्तधातुरूपी अङ्गम्. इको एणचि ऊ योगः अपि कार्यं कर्तुं शक्नोति. अण्ड् सृ उकारस्य स्थाने उवङ्ग् आदेशः अपि भवितुम् अर्हति. उवङ्ग् ऐ मीन् उवङ्ग् आदेशः इति परसुत्रं समीचीनं समीचीनं भगिनि. इत्युक्ते भवती यद् भवती यत् वक्तुम् इच्छति इति चेत् अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति वक्तुमिच्छति. तत् स्पष्टमस्ति. इदानीम् अनयोर्मध्ये किं सूत्रम् अत्र कार्यं कुर्यात्? अचिष्णुधातुब्रुवाम् इति मम चिन्तनं भगिनि. किमर्थम्? अन्तर्भूतकत्वं न वदतु, भवत्याः चिन्तनं किम् अस्ति इति वदतु एकवारम्. कोयनचि अपि च अचिष्णुधातुब्रुवां तत्र किं किं पासिबिलिटीस् अस्ति? ऐ थाट् इको एनचि आल्सो केन् हेस् इट्स् ओन् एरिया भगिनि. अण्ड् अचिष्णुधातु सत्यम्, इको एनचि इत्यस्य अन्यत्र लब्धावकाशः किमर्थमिति चेत् इकः अङ्गम् अस्ति. किमर्थं तत्र कोऽपि वदतु, इको एणचि इत्यस्य अन्यत्र अवकाशः अस्ति किमर्थम्? छन्दकार्यमस्ति भगिनि. अकारः विहाय एतेषाम् अन्तिमवर्णः चेत् कार्यं करोति. न, उ इत्यस्य विषये पृच्छन् अस्मि. अकारं विहाय अदन्तम् अकारं विहाय अन्ये अचिवर्णाः सन्ति चेदपि इको एणचि कार्यं करोति. न, परन्तु इको एणचि इत्यत्र वर्णकार्यमस्ति खलु, प्रत्येकं वर्णस्य कार्यम् अपेक्षितं. यत्र यत्र ई योगः अच्वर्णः अस्ति, ईकारः योगः अच्वर्णः अस्ति, तत्र सर्वत्र इको एणचि कार्यं करोति वा? ई योगः अ इति पद इवन् इट् पद आल्सो इट्स् कार्यं कर्तुं शक्नोति. पदम् अपदं सर्वत्र कार्यं करोति खलु इको एणचि? आम् आं भगिनि, सन्धिकार्यम् इति कृत्वा अवकाशः अस्ति. यत्र उकारान्तपदम् अस्ति तस्य अनन्तरम् अजादिरूपी पदम् अस्ति, तादृशपदं यस्य आदौ अच्वर्णः अस्ति, तत्रापि कार्यं करोति खलु? आं भगिनि. केवलं प्रत्ययः अस्ति इति एव नास्ति, पदद्वयोर्मध्ये अपि इको एणचि कार्यं कर्तुम् अर्हति. अतः इको एणचि इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अचिष्णुधातुब्रुवम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? ओन्ली फार् उकारान्त यत्र कार्यं करोति अचिष्णु ब्रुवां तत्र एव तस्यापि कार्यं भवितुम् अर्हति. अचिष्णुधातु ब्रुवां यत्र यत्र अचिष्णुधातु ब्रुवाम् आगच्छति तत्र इकोयणचि अपि आगच्छति खलु. तर्हि अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? नास्ति. अन्यत्र लब्धावकाशः नास्ति. तत्र तस्य कार्यं तु अत्र एव भवति. यत्र उकारान्त अङ्गम् अपि च अजादिप्रत्ययः अस्ति तत्र तत्रैव अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं तत्र इकोयणचि अपि आगच्छति. तर्हि अत्र तुल्यबलविरोधः नास्ति यतोहि अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः नास्ति. तर्हि अपवादसूत्रमिति वदामः वा? अपवादसूत्रं वा निरवकाशत्वं निरवकाशत्वं भगिनि अचिष्णुधातु ब्रुवाम् आल्सो केन् आक्ट् फार् ब्रू अण्ड् ब्रू इति भिन्नस्थलमस्ति खलु. ब्रू इति पृथक् पृथक्तया उक्तम् अतः तस्य गणना अत्र नास्ति. अत्र तु इकारान्त उकारान्त धातुरूपी अङ्गम् तादृशप्रसङ्गः अस्ति खलु. ब्रू प्रत्ययान्तम् अङ्गम् इति भिन्नम् अस्ति. तत्र भिन्नकार्यम् अस्ति. अत्र तु उकारान्त धातुरूपी किम् इको यणचि इति सूत्रस्य अचिष्णुधातु ब्रुवां इति अपवादः नास्ति. किमर्थम्? एतत्तु केवलम् अङ्गकार्ये एव आयाति. इको यणचि तु तस्य तु बृहत् कार्यक्षेत्रमस्ति. अचिष्णुधातुभ्रुवां केवलम् अङ्गकार्य एव आयाति. तर्हि अपवादः इति वक्तुं न शक्यते. हा, यद्यपि तत्र अत्र निरवकाशत्वं भवति इति भासते तथापि अनयोर्मध्ये इकोयणचि अपि च अचिष्णुधातुभ्रुवाम् अनयोर्मध्ये तादृशसम्बन्धः नास्ति. एकं सुपर् सेट् सब्सेट् इति तादृशसम्बन्धः नास्ति. अनयोः निमित्तानि भिन्नानि. अत्र अचि इति इकोयणचि इत्यत्र यः अचि इति अस्ति अपि च अचिष्णुधातु ब्रुवाम् इत्यत्र यः अचि अस्ति द्वयोः साम्यम् अस्ति वा? अत्र पमेला भगिनी वदतु. भगिनि तत् इकोयणचि वर्णकार्यम् अस्ति. अचिष्णु ब्रुवाम् इति अङ्गकार्यम् अस्ति. किन्तु तत्र भिन्नभिन्नक्षेत्र अस्ति इति कृत्वा तत् अपवादसूत्रं न भवितुम् अर्हति इति मन्ये. अपि च मम प्रश्नः इकोयणचि इत्यत्र यः अचि इति अस्ति अपि च अचिष्णुधातु ब्रुवाम् इत्यत्र अचि इति अस्ति द्वयोः साम्यम् अस्ति वा? नास्ति भगिनि. यतोहि इकोयणचि यत्र अचि अस्ति पदे एव भवितुम् अर्हति इकोयणचि इत्यत्र. किन्तु अचिष्णु ब्रुवां तत्र केवलम् अन्यत् प्रत्ययस्य अचि भवेत् इति मन्ये, न तु अङ्गे. सत्यं इकोयणचि इत्यत्र अचि केवलं पदे भवेत् इति नास्ति. यत्र कुत्रापि अच्वर्णः अस्ति पूर्वम् इक्वर्णः अस्ति भवति. पदे भवतु अपदे भवतु सर्वत्र भवति. सूत्रे किमपि न उक्तं पदे भवेत् अपदे भवेत् किमपि न उक्तम्. अतः इकोयणचि इति सूत्रं सर्वत्र तस्य कार्यं वर्णकार्यम् अस्ति. वर्णद्वयम् अस्ति चेत् ई योगः अ इति अस्ति चेत् कार्यं भवति. ऊ योगः अ इति अस्ति चेत् कार्यं भवति. अतः वर्णकार्यम् अस्ति. पदम् अपदम् इति चिन्तनमेव नास्ति तत्र. परन्तु अचिष्णुधातुभ्रुवाम् इत्यत्र तु अचि इति प्रत्ययः अस्ति खलु. अतः भेदः अस्ति. अत्र अचिष्णुधातु इति अपवादः इति वक्तुं नैव शक्यते. अपवादः नास्ति. निरवकाशत्वम् इति वक्तुं न शक्यते. अत्र वस्तुतः किं वक्तुं शक्यते इति चेत् इकोयणचि इति वर्णकार्यम् अस्ति, अचिष्णुधातुभ्रुवाम् इति अङ्गकार्यम् अस्ति. अतः वर्णादङ्गं बलीयः इति एका परिभाषा अस्ति. वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् इति चिन्तने वयम् अन्यत् किमपि न पश्यामः. अत्र अत्र अनयोः कीदृशसम्बन्धः इत्यपि न पश्यामः. इको एणचि अचिष्णुधातु ब्रुवाम् अनयोः अन्यत्र लब्धावकाशः अस्ति वा, अपवादः अस्ति वा इति तादृशचिन्तनमेव न कुर्मः. अत्र वर्णात् वारणात् अङ्गं बलीयः, वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत्. अचिष्णुधातु ब्रुवाम् इति अङ्गकार्यम् इति जानीमः वा? आं भगिनि, यतोहि प्रत्ययस्य अधिकार तस्य अधिकारः अस्ति, अङ्गस्य अधिकारे अस्ति. सत्यम्. अत्र षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्याय आपर्यन्तम् अङ्गकार्याणि सन्ति. इको एणचि इति तत्र नास्ति, अङ्गस्य अधिकारे नास्ति इको एणचि. यतोहि 6-1 इति अस्ति, 6-4 इति नास्ति. 6-4 इति अस्ति चेत् तदपि अङ्गकार्यं भवति, परन्तु 6-1 इति अस्ति, वर्णकार्यम् अस्ति इति जानीमः. अतः अत्र अचिष्णुधातु ब्रुवाम् एव कार्यं करोति. तर्हि इदानीम् अत्र असुश्रुयोगः अ इति स्थितौ केवलम् एकमेव सूत्रं कार्यं कर्तुम् अर्हति इदानीं, खलु? अचिष्णुधातु ब्रुवां युवर् युवर् यङ् वङ्गौ. स्पष्टं वा? कोऽपि प्रश्नः? अन्तरङ्गसम्बन्धे आरम्भं कृतवान्. अत्र एक यणचि बहिरङ्ग अस्ति अचिष्णुः. न, तदेव गच्छामः, अग्रे गच्छामः. अन्तरङ्ग बहिरङ्ग अग्रे आयास्यति, अग्रे आयास्यति इति क्रमेण गच्छामः. इदानीमेव अन्तरङ्गस्य चिन्तनम्. एक अन्यप्रश्न, अजादि लुङ्लकारः अवशेषः अत्र अजादि पित् वा अपित् अस्ति, कोऽपि सम्बद्धः कोऽपि अर्थः अस्ति वा नास्ति अजादि प्रत्ययः? भवान् वदतु, चङ् इति प्रत्ययः कीदृशः? चङ् प्रत्ययः वयं जानीमः आर्धातुकप्रत्ययः अस्ति चङ्. आर्धधातुकप्रत्ययः अस्ति चेत् तत्र पित्वस्य चिन्तनं भवति वा? किमर्थं तत्र पित्वस्य चिन्तनं भवति वा न वा? न, चिन्तनं न भवति. किमर्थं न भवति? आर्धातुक सार्धातुकम् अपि सार्धातुके अपित् अस्ति अत्र अपित् न भवति. अतः अ इति प्रत्ययः आर्धधातुकः, अतः पित् अपित् इति चिन्तनमेव नास्ति. समीचीनं, धन्यवादः. अस्तु, इदानीम् अग्रे अरविन्द महोदय पठतु. अचिष्णुधातुब्रुवां योर् योर् वहु असुश्रुयोगः, असुश्रु अयोगः ततः एव खलु? किमपि असुश्रुयोगः अयोगः त इत्यत्र कोयनचि अतिथुधातुभ्रुवं तदा अभवत् अति अस्ति अति तदा अत्र त्रयाणां सूत्राणां प्रसक्ति अस्ति. तस्मात् पूर्वम् असुश्रुयोग असुश्रु अयोगः त इत्यत्र पुगन्तलघुपदस्य च नास्ति वा? अधुना असुश्रुयोगः अयोगात् असुश्रुयोगः अ इति इत्यत्र यकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति. असुश्रु इति उकारान्तधातुरूपी अङ्गम्, आ इति अजादिप्रत्ययः नित्यरूपेण अस्ति इत्यतः अचिष्णुधातुब्रुवां वियोर् योर् वङ् इति सूत्रस्य प्रसक्तिः अस्ति. असुश्रुः असुश्रु आ योगात् इत्यत्र पुगन्तलघुपदस्य च इति सूत्रस्य सूत्रेण तिङ्गन् तिङ् प्रत्ययन् निमित्तीकृत्य उपधायां स्थितस्य इकः स्थाने गुणः अपि भवितुम् अर्हति. सर्वधातुप्रत्यये त् प्रत्यये परे यतोहि तिङ्गन् तिङ् प्रत्ययं निमित्तीकृत्य उकारः उपधायाम् अस्ति. अत्र असुश्रुयोगः आयोगः त् इति अच् अचि प्रत्यय अस्ति असुश्रुयोगः अ इत्यत्र आकार उकार इको यणचि इति सूत्रेण प्रसक्तिः अस्ति एवम् असुश्रु इति उकारान्तधातुरूपी अङ्गम् अस्ति एवम् अ इति अजादिप्रत्ययनिमित्तमस्ति कृत्वा अचिष्णुद्धातु ब्रुवां योर् इयोर् इवङ् इति सूत्रस्य अपि प्रसक्तिः अस्ति अत्र असुश्रुयोगः अ असुश्रुयोग आ एवं तिप् इति इतश्च इति सूत्रेण त् भवति तस्य तकारकारण तत्र तिप्रत्ययस्य कारणेन उकारम् उभधा भवति दृश्यते अकारपूर्वस्थित उकारस्य उपधा लघु उपधस्य इति कृत्वा तस्य निमित्तं भवति पुगन्तलघुपदस्य च इति सूत्रेण इति कारणत्रयाणां सूत्राणां भिन्नभिन्नकार्येण प्रसक्तिर्भवति. समीचीनं समीचीनम्. इदानीम् असुश्रुयोगः अ इत्यत्र अचिष्णुधातु ब्रुवाम् इति एव भवितुम् अर्हति इदानीं चर्चितम्. अनन्तरम् इदानीं तत्र त इति प्रत्ययं निमित्तीकृत्य अपि किमपि कार्यं भवति. तिङ् प्रत्ययं निमित्तीकृत्य किं कार्यं भवति इति चेत् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. असुश्रु अ इति यदा योजयामः तदानीं तत्र अङ्गमस्ति असुश्रु अ इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते. अतः इदानीम् अङ्गकार्यम् अस्ति पुगन्तलघुपदस्य च इति अङ्गकार्यम् अस्ति. तस्य कार्यमपि भवितुम् अर्हति अत्र. अग्रे पठतु महोदय. अत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति. कस्य कार्यं प्रथमं प्रवर्तनीयम् इति चिन्तनीयम्. अष्टाध्याय्यां यत्र यत्र तुल्यविरोधः तत्र तत्र विप्रदिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रं कार्यं पूर्वं भवति. त्रिषु सूत्रेषु पुगन्तलघुपदस्य च इति सूत्र इति परसूत्रम् इति कृत्वा तस्य कार्यं प्रथमं स्यात्. परन्तु तस्मात् पूर्वं तेषां सूत्राणां तुल्यबलविरोधः अस्ति वा इति तुल्यबलविरोधं स्वीकृत्यामः चेत् परसूत्रं पूर्वसूत्रात् बलीयः इति कारणेन पुगन्तलघुपदस्य च इति परसूत्रं बलवत् भवति वा इति चिन्तनीयम्. आदौ इको यणचि इति वर्णनिमित्तकं कार्यम् अतः तस्य कार्यम् अङ्गकार्यस्य अनन्तरं भवति. अचिष्णुद्धातुब्रुवां योर् योर् वङ् औ पदुकङ्गलघुपदस्य च अङ्गकार्यं स्तः अतः तयोः कार्यम् आदौ स्यात्. तयोः मध्ये कस्य कार्यं प्रथमं स्यात्. त्रयाणसूत्राणाम् अन्तर् इको यणचि इति वर्णनिमित्तककार्यम् अतः तस्य कार्यम् अङ्गकार्यम् अनन्तरं भवति इति कृत्वा तस्य प्रसक्तिः अत्र न भवति. किन्तु अचिष्णुद्धातु ब्रुवां युवर् युवङौ एवं पुगन्तलघुपदस्य च द्वयोः अङ्गकार्यस्य एव प्रसक्तिः अस्ति इति कृत्वा तयोः किं सूत्रं पूर्व बलवद् भवति किं सूत्रं पूर्व प्रथमं करणीयम् इति प्रश्नः उदेति. तत्र अचिष्णु वदतु. तत्र अचिष्णुद्धातु ब्रुवां सङ्ख्या अस्ति षष्ठाध्यायस्य चतुर्थपादस्य सप्तसप्तति सूत्रम् एवं पुगन्तलघुपदस्य अस्ति सप्तमाध्यायस्य तृतीयपादस्य षट् असति इति सूत्रमस्ति. पुगन्तलघुपदस्य परसूत्रं भवति. बहु समीचीनं. किञ्चित् इदानीं चिन्तनं कुर्मः. अस्तु इदानीम् अत्र लक्ष्मी भगिनी वदतु. अचिष्णुधातु ब्रुवाम् अपि च पुगन्तलघुपदस्य च अनयोर्मध्ये किं कार्यं किं सूत्रं प्रथमं कार्यं करोति? भगिनि मम अत्र स्पष्टता नास्ति भगिनि. यथा उक्तं अत्र स्पष्टता नास्ति. यदा असस्रुयोग आयोगत् तावत् स्थितिः स्पष्टता अस्ति, तदनन्तरम् असस्रु आयोगत् इति कथं निष्पन्नं भवति भगिनी? असस्रु आ इति कुतः निष्पन्नम् अस्ति? आ इति चङ् इति प्रत्ययः अस्ति खलु, यदि तत्र क्रमस्य विषये चिन्तनम् अस्ति अत्र असुश्रुयोगः अ इत्यत्र अजिष्णुधातु ब्रुवाम् इति प्रसक्तिः अस्ति इति जानीमः, परन्तु तत् सूत्रं प्रथमं कार्यं करोति वा? नो चेत् असुश्रुयोगः अ इति चङ् प्रत्ययं योजयित्वा असुश्रु अ इति यदा कुर्मः तदानीम् उपादायाम् उकारः अस्ति खलु, किन्तु तत्र रूपं केवलं वर्णमेलनेन कथं निष्पद्यते इति समस्या? न वर्णमेलने रूपं निष्पद्यते इति नास्ति, चिन्तनार्थं तत्र अस्ति, अत्र अन्तरङ्गं बहिरङ्गं कथं कार्यं करोति इति चेत् अत्र असुश्रुयोगः अ इति स्थितौ अन्ततो गत्वा वयं रूपं प्राप्नुमः, परन्तु मध्ये कार्याणि किं सूत्रं प्रथमं कार्यं करोति इति चिन्तनार्थम् असुश्रुयोगः अ इति अङ्गम् अस्ति तिङ् प्रत्ययस्य कृते. तिङ्प्रत्ययं किं पश्यति? तिङ्प्रत्ययः किं पश्यति? तस्मात् पूर्वं यः भागः अस्ति तदेव अङ्गं, तत्र किमपि कार्यं भवति वा इति? तत् अङ्गं किम्? अत्र असस्रु आ इति अङ्गं तिप्रत्ययनिमित्तीकृत्य. हा, कथं भवति इति भिन्नविषयः अस्ति, असुश्रु अ इति एव पश्यति खलु तिङ्प्रत्ययः. तत् एकः, अन्यत् तर्हि एकक्षणं, तर्हि तिङ्प्रत्ययः असुश्रु अ इति पश्यति चेत् अत्र किं सूत्रं प्रसक्तमस्ति? तत्र पुगन्धलघुपदस्य च इति सूत्रं प्रसक्तमस्ति. अधुना प्रश्नः कः? अधुना इदानीं यतोहि वयं बलाबलचिन्तनं करोति एकस्मिन्नेव स्थले एकस्मिन्नेव प्रसङ्गे इति उक्तं खलु, अत्र तु अङ्गमेव भिन्नः अभवत् खलु असुसु योग भिन्नम् इति? न अङ्गं भिन्नम् अस्ति, परन्तु कार्य स्थलं भिन्नमस्ति वा? कुत्र अस्ति कार्यस्थलं भिन्न? असस्रु इति एकः स्थलमस्ति, असस्रु आ इति? न अचिष्णु धातु ब्रुवाम् इत्यत्र कार्यं कुत्र भवति? आदेशः भवति कुत्र? आदेशः भवति उकार ऊ स्थाने न चेत् ई स्थाने, उकारान्तधातु. अत्र किम् अस्ति? अत्र असस्रु इति उकारान्तधातुः अस्ति. इदानीम् असस्रु आ इति भवति चेत् अत्र अजिष्णुधातु वा? न इदानीम् अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं कुत्र भवति इति वदतु. असस्रु योग आ योग एतस्मिन् स्थित्यां न कुत्र आदेशः भवति तावदेव वदतु. उकारस्य स्थाने, उकारस्य स्थाने उवङ् आदेशः भवति खलु इति भवितुम् अर्हति. पुगन्तलघुपदस्य च इत्यस्य कार्यं कुत्र भवति? तदपि उकारस्य स्थाने एव भवति. असस्रु आ इति अङ्गम् अस्ति चेत् तत्र उपधायाम् उकारः अस्ति. कार्यस्थलं कुत्र अस्ति? ओ एतादृशं वा, उकारस्य एव एकस्मिन् एव स्थले सूत्रद्वयं प्रसक्तमस्ति. उकारस्य स्थाने उवङ् भवेत् वा उकारस्य स्थाने ओकारः भवेत् वा इति प्रश्नः अस्ति वा नास्ति वा? अस्ति, किन्तु अङ्गं भिन्नम् अस्ति इति भवतु, अङ्गं भिन्नं भवतु, तेन किमपि नास्ति. इदानीं सूत्रद्वयं प्रसक्तमस्ति, एकस्मिन् एव स्थले कार्यं कर्तुम् उद्युक्तः अस्ति, उद्युक्तमस्ति सूत्रद्वयम्. अस्तु, तर्हि इदानीं प्रश्नः अस्ति, असुश्रु इत्यत्र उकारस्य स्थाने उवङ् भवेत् वा ओकारः भवेत् वा इति प्रश्नः. समस्या अस्ति, आम् सत्यम्. तर्हि अनयोर्मध्ये किं कार्यं प्रथमं करोति? प्रथमं लब्धावकाशः अन्यत्र अस्ति वा इति द्रष्टव्यं चेत् अचिष्णु धातु ब्रुवां यवोर्यङ् उवङौ इति सूत्रस्य अन्यत्र प्रसक्तिः अस्ति, अन्यप्रदेशे च एतत् सूत्रं प्रवर्तते. पुगन्धलघुपदस्य च कुत्र प्रवर्तते अन्यक्षेत्रे? श्नु प्रत्ययाङ्गे भवति, भिन्नक्षेत्रमस्ति भगिनि, इकारान्त उकारान्त धातुरूपि अङ्गम्। हा तत्रापि तत्र लब्धावकाशः अस्ति खलु, अतः तस्य अन्यत्र अवकाशः अस्ति खलु, अन्यत्र अवकाशः अस्ति, परन्तु भवती न प्रतिपादितवती कुत्र अस्ति इति, कुत्र अस्ति अन्यत्र अवकाशः। अन्यत्र अवकाशः अस्ति इति सत्यं, परन्तु कुत्र? श्नु प्रत्ययाङ्गे भवति, प्रत्ययाङ्गं श्नु अस्ति चेत् भवति, भ्रू प्रातिपदिकम् अस्ति चेत् तत्र अपि तदेव अहं वदामि, तदेव वदामि, श्नू प्रत्ययं पृथक् कार्यक्षेत्रम् अस्ति, अत्र कम्पेरिसन् न कर्तुं शक्नुमः। अन्यत्र इकारान्त उकारान्त, अन्यत्र उकारान्तधातुः यत्र अस्ति तत्र कार्यं करोति वा, तादृशस्थलम् अस्ति वा? हा इदानीम् अच् परे अस्ति चेत् भवति एव, अन्यत्र कार्यं भवितुम् अर्हति, अचिष्णुधातु ध्रुवाम् इत्यस्य कार्यम् अन्यत्र भवितुम् अर्हति, तुदादिगणे भवितुम् अर्हति, तुदादिगणे भवितुम् अर्हति, तुदादिगणे भवितुम् अर्हति यदा यदा तत्र त प्रत्ययः नास्ति, अन्यप्रत्ययः अस्ति, तत्र अन्ति इति प्रत्ययः रीयोगशा, तस्मिन् प्रसङ्गे अचिष्णुधातु ध्रुवाम् आगच्छति, रीयोगः शयोगः अन्ति, रीयोगः शयोगः अन्ति इत्यत्र किम् अचिष्णुधातु इत्यस्य प्रसक्तिः अस्ति खलु, अस्ति, अतः अचिष्णुधातु इत्यस्य अन्यत्र लब्धावकाशः अस्ति। पुगन्तलघुपदस्य च इत्यस्य कार्यक्षेत्रं बहु बृहत् अस्ति, तस्य तु अन्यत्र सर्वत्र अवकाशः अस्ति एव, अस्ति, तर्हि इदानीं अतः तुल्यबलविरोधः तुल्यबलविरोधः अस्ति अस्ति तुल्यबलविरोधः तुल्यबलविरोधः अस्ति, सङ्घर्षः च अस्ति, अतः विप्रतिष्ठते परसूत्रमिति सूत्रस्य प्रसक्तिः अस्ति, परसूत्रम् इदानीं पुगन्धलघुपदस्य च परसूत्रम् अस्ति इति कृत्वा तस्य प्राप्तिः भवेत् पुगन्धलघुपदस्य च इत्यस्य। तत् समीचीनं, तर्हि अनयोः तुल्यबलविरोधः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रं परसूत्रम्, अतः तस्य कार्यम् अत्र प्रथमं स्यात् इति चिन्तयामः चेत् पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् अनिष्टरूपापत्तिः भवति, अनिष्टरूपापत्तिः भवति, तद्वारणाय अत्र अन्तरङ्गस्य विषये चिन्तनं खलु। एतादृश सन्दर्भाः भवन्ति यत्र परत्वात् किमपि कार्यं करोति चेत् अनिष्टरूपापत्तिः भवति, अनिष्टरूपं प्राप्नुमः, तद्वारणाय अत्र अन्तरङ्गस्य चिन्तनम् इदानीम्। अस्तु समीचीनम्, इदानीम् अग्रे क्षम्यतां, तत्र अशुश्रु योगः अ इत्यस्मिन् अचिष्णु धातु ध्रुवां युवरं युवङ्गौ इति सूत्रम् अन्यत्र लब्धावकाशः नास्ति किल, किमर्थं तत्र तुल्यबलविरोधः भवति इति मम प्रश्नः। अशुश्रु योगः अ इत्यत्र उकारान्तधातुरूपी तुदादिगणे तस्य अवसरः अस्ति खलु, तुदादिगणे अस्ति, रीययोगः रीयोगः शयोगः अन्ति, परन्तु उकारः नास्ति किल, तत्र इकारः अस्ति किल, तत्र तुदादिगणे उकारान्त अङ्गमपि अस्ति खलु, पश्यतु तत्र धातु इदानीं नास्ति, अस्ति परन्तु अत्र तु भवति भुवति भवति किम् अस्ति ध्रुवति गुवति इति ध्रुव इति धातुः अस्ति खलु, तत्र अस्मिन् स्थितौ तु उकारान्तधातुरूपी अङ्गं विहाय कुत्रापि कार्यं कर्तुं न शक्यते किल, तत्र तुल्यबल तत्र सुदादिगणीयधातुः कः, तत्र उकारान्तधातुः कः, कोऽपि वदतु, ध्रुव उकारान्त ध्रुव इति धातुः भगिनि, गु अस्ति, गुवति रूपं भवति, ध्रुव अस्ति, ध्रुव गु, तर्हि तत्र गु इति धातुं स्वीकृत्य वदतु वंशी वद। यदि गु अस्ति, गुयोगः आ अस्ति, तत्रापि अचिष्णुधातु ध्रुवम् इत्यस्य प्रसक्तिः अस्ति, यतोहि उकारान्त धातु अस्ति, धातुरूपी अङ्गं नास्ति, परन्तु उकारान्तद्वितीय धातुरूपी अङ्गं नास्ति वा? गु इति अङ्गम् उकारान्तधातुरूपी अङ्गं नास्ति, क्षम्यतां, गौ इति धातुरूपी अङ्गमेव अस्ति, सत्यं सत्यं, न तत्र प्रसक्तिः अस्ति, परन्तु तद्विहाय कुत्रापि प्रसक्तिः नास्ति किल, तत्र तत्र अस्ति खलु, अन्यत्र लब्धावकाशः अस्ति खलु, गुवन्ति इत्यत्र रूपसिद्धिः अस्ति चेत् अन्यत्र अवकाशः अस्ति खलु, एवं भवति वा? अस्तु, तस्य अन्यत्र अवकाशः इत्युक्ते किं, गुवन्ति इत्यत्र प्राप्तिः अस्ति, गुवन्ति इत्यत्र क्लेशः एव नास्ति, गुवन्ति इत्यत्र प्राप्तिः अस्ति एव. अस्तु, अस्तु अस्तु, तर्हि इदानीं सत्यं, अतः द्वयोः अन्यत्र लब्धावकाशः अस्ति, अतः परसूत्रं पुगन्तलघुपदस्य च. अस्तु, सत्यं, तुल्यबलविरोधः अस्ति, यदि यदि अन्यत्र प्राप्तिः अस्ति तर्हि तुल्यबलविरोधः अस्ति, यदि नास्ति. अग्रे भवती एव पठतु. अस्तु, पठामि भगिनि, एकनिमिषः. अत्र इतः न अत्र त्रयाणां सूत्राणां प्रसक्तिः न, तद् सर्व अभवत्, अग्रे अचिष्णुधातु ब्रुवां युवोर् यङ् अङ्गौ पुगन्तलघुपदस्य च. अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ पुगन्तलघुपदस्य च अनयोः सूत्रयोः तुल्यबलविरोधः अस्ति, अतः विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य बलं स्यात्, अर्थात् पुगन्तलघुपदस्य च इत्यस्य कार्यं प्रथमं स्यात्, परन्तु अत्र अन्तरङ्गम् इति अन्यसिद्धान्तः कार्यं करोति. पुगन्तलघुपदस्य च इति सूत्रस्य अपेक्षया अचिष्णु धातु ब्रुवां युवोर्यङ्गुवङ्गौ इति अन्तरङ्गं सूत्रमस्ति, कथम् इति पश्यामः. अस्तु, सूत्रद्वयोः मध्ये तुल्यबलविरोधः अस्ति इति अधुना एव चर्चितवन्तः, अतः कस्य प्राप्तिः भवति इत्युक्ते विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य कार्यम् एव बलवत् भवति, यतोहि तत्र पूर्वपर अन्तरङ्ग पूर्वपरनित्या अन्तरङ्ग अपवादान् उत्तरोत्तरं बलियः इत्युक्ते पूर्वसूत्रं प्रति परसूत्रं परिभाषा इत्यनेन परसूत्रं बलवत् भवति, अतः पुगन्तलघुपदस्य च कार्यं भवितुम् अर्हति, परन्तु अत्र अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इति अन्तरङ्गसूत्रम् अस्ति, अतः तस्य कार्यम् एव भवति इति अत्र उक्तं, परन्तु कथं भवति इति अग्रे पश्यामः इति उक्तम्. तत्र पठामि, अग्रे पठतु. द्वयोः सूत्रयोः कार्यार्थं सप्तम्यन्तं पदम् अपेक्षितं यत् निमित्तरूपेण कार्यं करोति. अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इति सूत्रेण उवम् इत्यस्य प्रवृत्त्यर्थम् अजादिप्रत्ययः अपेक्षितः. उकन्तलघुपदस्य च इति सूत्रेण गुणस्य प्रवृत्त्यर्थं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अपेक्षितः. अजादिप्रत्ययस्य अपेक्षया गुणस्य निमित्तं यः सिङ् प्रत्ययः सः बहिः अस्ति. गुणः करणीयः चेत् अकारः अपि अपेक्षितः, यतो अकारम् आश्रित्य एव उकारः उपधायाम् अस्ति. पुनः अकारः यतोहि अकारम् आश्रित्य उकारः अस्ति. उवम् इति करणीयः चेत् तिङ्प्रत्ययस्य अपेक्षा एव नास्ति, यतः अजादिप्रत्ययः निमित्तम् अस्ति. उवम् इति करणीयः चेत् अस्तु, एवञ्च गुणस्य निमित्तेषु अकारः अपि अन्तर्भवति, अतः अन्तर्भूतनिमित्तिकं, परन्तु उवम् इत्यस्य निमित्तेषु तिङ्प्रत्ययः न अन्तर्भवति, अतः अत्र उवम् इति अन्तरङ्गम् इति स्वीक्रियते, गणः बहिरङ्गम् इति स्वीक्रियते. अस्तु, वाक्यं वाक्यं पठित्वा वदामि वा भगिनि? अस्तु, द्वयोसूत्रकार्यार्थं सप्तम्यन्तं पदम् अपेक्षितं यत् निमित्तरूपं कार्यं करोति. तत्र सप्तम्यन्तं पदं किमर्थं सूत्रे यत् पदं सप्तम्यन्तं पदमस्ति? सत्यं सत्यम्, अचि इति परे अस्ति, सत्यं, तत्र अचि इति परमस्ति, अतः अप्रत्ययान्त प्रत्ययेषु अ इत्यस्य अपेक्षितम् इति. अस्तु, तत्र अ इति प्रत्यये अस्ति, तत्र तस्य कार्यम् आवश्यकम्. अचिष्णु धातु ब्रुवाम् इति सूत्रेण उवम् इत्यस्य प्रवृत्त्यर्थम् अजादिप्रत्ययः अपेक्षितः. अस्तु, तत्र अजादिप्रत्ययः अपेक्षितः इति उक्तम्, परन्तु अत्र भुवन्तलघुपदस्य च इति सूत्रेण गुणस्य प्रवृत्त्यर्थं सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अपेक्षते. तत्र अशुश्रु योगः अ इत्यस्मिन् स्थितौ अकारः इति अर्धधातुकप्रत्ययः अस्ति, परन्तु तत्र उपधा उकारः नास्ति. तत्र अस्मिन् स्थितौ पुगन्तलघुपदस्य च प्रसक्तिः नास्ति, परन्तु अशुश्रु योगः अयोगः त इत्यस्मिन् तकारः तिङ् प्रत्ययः अस्ति. अतः तत्र अशुश्रु योगः अ इत्यस्मिन् स्थितौ उकारः उपधा अस्ति. अतः अशुश्रु योगः अ इत्यस्मिन् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. अस्तु, अजादिप्रत्ययस्य अपेक्षया गुणस्य निमित्तं यः तिङ् प्रत्ययः सः बहिः अस्ति. अस्तु, तत्र त्रयः निमित्तद्वयम् अस्ति. एकं तु अकारः अस्ति, तत् अचिष्णु धातु ब्रुवां युवो रेङ्गौ इत्यस्य निमित्तमस्ति. तकारः पुगन्तलघुपदस्य च इत्यस्य निमित्तमस्ति. तत्र तकारः अकारः परे अस्ति, अतः तस्य तिङ्प्रत्ययः सः बहिः अस्ति इति उक्तम्. गुणः करणीयः चेत् अकारः अपि अपेक्षितः, यतोहि अकारम् आश्रित्येव उकारः उपधाय. अस्तु, तत्र अशुश्रु योगः अ इति आवश्यकम् अङ्गम् इति आवश्यकं, नो चेत् उकारस्य पुगन्तलघुपदस्य इति पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न भवति, यतोहि उपधायाम् उकारः आवश्यक् वर्णः आवश्यकम्. अतः अकारस्य आवश्यकता अपि भवति पुगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थम्. तत्र अस्तु, उवङ् इति करणीयः चेत् तिङ् प्रत्ययस्य अपेक्षया एव नास्ति, यतः अजादिप्रत्ययः निमित्तं नास्ति. अस्तु, यदि तत्र यदि अचिष्णु धातु ब्रुवान् युवोर्यङ्गौ इति सूत्रस्य प्राप्तिः अस्ति, तर्हि अशुश्रु योगः अ इत्यस्मिन् स्थितौ उकारस्य अस्य सूत्रस्य कारणेन उकारस्य स्थाने उव उव् आदेशः भवति. उव उव् योग अशुश्रुव योगः अकारस्य योजनेन अशुश्रुव भवति. अस्मिन् स्थितौ अशुश्रुव योगः त इत्यस्मिन् स्थितौ यदि पुगन्तलघुपदस्य च कार्यं भवितुम् अर्हति वा इत्य प्रश्ने सति तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति, यतोहि उपधायाम् इक् वर्णः नास्ति. अतः अस्य तत्र अजादिप्रत्ययनिमित्तम् उवङ् तत्र एवं लिखितम्, उवङ् यदि आदेशः भवति चेत् तत्र पुगन्तलघुपदस्य कार्यम् एव न भवति इति लिखितम्. एवञ्च गुणस्य निमित्तेषु अकारः अपि अन्तर्भवति, अतः अन्तर्भूतनिमित्तिकम्. अस्तु, तर्हि तत्र पुगन्तलघुपदस्य इत्यस्मिन् कार्ये अङ्गम् इति आवश्यकम्, अपि च अकारः अपि आवश्यकं, यतोहि अकारः नास्ति चेत् तत्र पुगन्तलघुपदस्य च इति कार्यं न भवति. परन्तु उबम् इत्यस्य निमित्तेषु तिङ् प्रत्ययः न अन्तर्भवति. तत्र यदि अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इति सूत्रस्य कार्यम् अपेक्षितं चेत् तत्र तिङ् प्रत्ययस्य आवश्यकता एवं नास्ति, यतोहि अजादिप्रत्यये एव आवश्यकम्. अतः अत्र उवम् इति अन्तरङ्गम् इति स्वीक्रियते, गणः बहिरङ्गम् इति स्वीक्रियते. अस्तु, तर्हि अत्र गुणः अस्तु, तत्र किञ्चित् गणः किम् अस्ति, गुणः बहिरङ्गम् इति स्वीक्रियते. गुणः इत्युक्ते तिङ् प्रत्ययः, गुणः इत्युक्ते किम् अस्ति, तत्र गुणकार्यम् इति. अतः अत्र गुणकार्यं बहिरङ्गम्, हा सत्यम्. अस्तु, तर्हि अत्र उवङ्गादेशः भवति अचिष्णु धातु ब्रुवम् इत्यनेन, अतः अशुश्रु योगः अ इति निमित्तम् अङ्गं योगः निमित्तम् अन्तर् अङ्गं भवति, अपि च गुणकार्यं तिङ् प्रत्ययकारणेन भवति, अतः तिङ् तकारः बहिः अस्ति. अतः निमित्तद्वये मध्ये अकारः अन्तरङ्गम् अस्ति, तकारः बहिरङ्गम् अस्ति इति एवम् अवगच्छामि. सम्यक् वा? समीचीनम्. अत्र किञ्चित् पश्यामः, किञ्चित् इतोपि स्पष्टीकरणार्थं. अत्र अस्माकं स्थितिः का इति चेत् असुश्रूयोगः अयोगः त इत्यत्र सूत्रद्वयं प्रसक्तम् इति एतावता जानीमः. अचिष्णुधातुभ्रुवाम् इति अ इति प्रत्ययं निमित्तीकृत्य उवङ् आदेशः भवति वा इति एकः प्रश्नः. अनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य असुश्रु अ इत्यत्र पुगन्तलघुपदस्य च इति कार्यं करोति वा इति प्रश्नः प्रश्नः अस्ति. तर्हि अनयोः मध्ये सङ्घर्षः. तर्हि इदानीं पश्यामः चेत् तत्र अनयोः सूत्रयोः निमित्तानि कानि इति प्रथमं पश्यामः. पुगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थं तत्र कानि निमित्तानि अपेक्षितानि? अत्र कः वदति? तत्र उमा भगिनी वदति वा? अचिष्णुधातु ब्रुवाम् इति सूत्रस्य न पुगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थं कानि निमित्तानि अपेक्षितानि? तावत् पर्याप्तं वा? केवलं त अस्ति चेत् पर्याप्तं वा? नो, अत्र अशुश्रु अस्ति, तस्मात् लघुपदः उ अस्ति. उपदा उपदा अपेक्षितः खलु? उपदा अपेक्षिता. इति सार्वधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अपेक्षितः अस्ति. उपदा अपेक्षिता. तदनन्तरं अत्र परसूत्रमस्ति. न न न, सुगन्धलघुपदस्य च इति सूत्रस्य कानि निमित्तानि इति चेत् सार्वधातुकप्रत्ययः अपेक्षितः, उपदा अपेक्षिता, अपि च अङ्गम् अपेक्षितं खलु? अपि च इक् वर्णः अपि अपेक्षितः. उपदायाम् इक् वर्णः अपि अपेक्षितः, लघु इक् वर्णः. हा, लघु इक् वर्णः अपि अपेक्षितः इत्युक्ते तत्र चत्वारि निमित्तानि सन्ति खलु? खलु, निमित्तसमुदायः. निमित्तसमुदायं किं सुगन्धलघुपदस्य च इत्यस्य? तकारः, इत्येतानि सर्वाणि अपेक्षितानि. तर्हि इदानीम् असुश्रु योगः अ इत्यत्र अचिष्णुधातु ब्रुवाम् इति सूत्रस्य कार्यार्थं कानि निमित्तानि अपेक्षितानि? अचिष्णुधातु ब्रुवाम् अ प्रत्यये प्रत्यये परे अस्ति चेत् असुश्रु उकारः धातुः अत्र अपेक्षित चङ् इति आ भवति. सो तस्य प्रथमे असुश्रु इति अङ्गमस्ति. सो अत्र उकारः ह्रस्व उकारः एव अस्ति. सो अतिष्णुधातु ब्रुवं कार्यं कर्तुं शक्यते. हा, ह्रस्व उकारः एव भवेत् इति नास्ति, दीर्घ उकारः अस्ति चेदपि भवितुम् अर्हति. इदानीं पश्यतु, अचिष्णुधातु ब्रुवाम् इति सूत्रस्य कार्यार्थम् अच् प्रत्ययः अपेक्षितः, अङ्गम् अपेक्षितम्, अपि च उकारान्त अङ्गम् अपेक्षितम्, उकारान्तधातुः अपेक्षितम् इत्युक्ते उकारान्तधातुरूपि अङ्गम् अपेक्षितम्. अच् प्रत्ययः, अङ्गम्, अपि च उकारान्तधातुरूपि अङ्गम् इति तत्र त्रीणि निमित्तानि इति स्वीकुर्मः. धातुः अङ्गम्, उकारान्त अङ्गम्, धातुः समीचीनं, धन्यवादः. इदानीं तत्र ललिता भगिनी वक्तुमिच्छति वा? अत्र सुगन्धलघुपदस्य चत्वारि निमित्तानि इति अस्माभिः उक्तम्, अपि च अचिष्णुधातु इत्यस्य त्रीणि निमित्तानि इति उक्तम्. इदानीम् अचिष्णुधातु ब्रुवाम् इत्यस्य निमित्तानि पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायमध्ये अस्ति वा? अस्ति भगिनि इति मन्ये, बिकास् इट् हेस् फोर् वेर् एस् दिस् हेस् ओन्ली त्री, रैट्? हा इट् हस् 4-3 तत्तु समीचीनं, परन्तु तस्य अन्तर्भूतम् अस्ति वा इति कथं प्रतिपादयतु? उगन्तलघुपदस्य च उकारः उपदा अस्ति, निमित्तं तु सार्वधातुकम् अस्ति तिप् प्रत्ययः. दट् बिकम्स् द अङ्गम् उपदाङ्गं फर् वेन् ऐ वेन् ऐ इस् एडेड्. तिङ् प्रत्ययः न भवति चेदपि एतस्य कार्यं तु भवति. अस्तु विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु. अत्र तिङ् प्रत्ययः न भवति चेदपि अचिष्टु धातु ध्रुवां युवो यङ् उवङ्गौ कार्यं कर्तुं शक्यते. इन्फेक्ट् तिङ् इत्यस्य अत्र रोल् एव नास्ति. तिङ् विहाय अपि अशुश्रुयोगः चङ् कार्यं करोति. तिङ् लघुपदस्य च यु हाव् टु हाव् दिस् रैट्. यु हाव् टु हाव् तिङ् प्रत्ययः निमित्तं अचिष्णु धातु के लिए दट् इस् नाट् नेसेसरि, लैक् तिप् प्रत्यया इस् नाट् नेसेसरि, ओन्ली द यु टेक् ओन्ली दि अङ्गम् अस्. समीचीनम्. अचिष्णु धातु ब्रुवाम् इति सूत्रस्य कार्यार्थं तिङ् प्रत्ययस्य अपेक्षा नास्ति, परन्तु उगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थं किम् अपेक्षितम्? असुश्रु अ इति अपि अपेक्षितं खलु? उगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थम् असुश्रु अ इति अपेक्षितम्. असुश्रु अ इति अचिष्णु धातु ब्रुवम् इत्यस्य कृते अपि अपेक्षितं खलु? अपेक्षितं एतत् पूर्वं कृत्वा एव अनन्तरं करणीयं खलु? पश्यामः. असुश्रु अ इति अपेक्षितमस्ति अचिष्णु धातु ब्रुवाम् इत्यस्य कृते अपि. असुश्रु अ इति अपेक्षितमस्ति पुगन्तलघुपदस्य च इत्यस्य कृते अपि, परन्तु अचिष्णु धातु ब्रुवाम् इत्यस्य कृते त इति न अपेक्षितम्. अतः अचिष्णु धातु ब्रुवाम् इत्यस्य कृते यद् अपेक्षितं तद् पुगन्तलघुपदस्य च इति निमित्तसमुदाये मध्ये अस्ति वा न वा? किं चिन्तयति खलु? अस्ति अस्ति खलु. अस्ति, तर्हि अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य निमित्तानि उगन्तलघुपदस्य च इति सूत्रस्य निमित्तेषु अन्तर्मध्ये अस्ति. अतः अचिष्णु धातु ब्रुवाम् इति सूत्रम् अन्तरङ्गम् अस्ति, उगन्तलघुपदस्य च इति बहिरङ्गम् अस्ति. इत्युक्ते उगन्तलघुपदस्य च इति सूत्रस्य कार्यार्थम् अचिष्णु धातु ब्रुवाम् इत्यस्य सर्वाणि निमित्तानि अपेक्षितानि, तदानीमेव कार्यं करोति. सर्वाणि निमित्तानि इत्युक्ते किम्? अत्र अङ्गम् असुश्रु अ इति अङ्गम् अपेक्षितमस्ति, तदानीमेव पुगन्तलघुपदस्य च इति कार्यं कर्तुम् अर्हति. अकार अर्धधातुकमस्ति अचि, तत्कारणेन किं सर्वधातुक अर्धधातुकयोस्य तस्य सूत्रस्य अपि चिन्तनं न कृतम् अत्र? सर्वधातुक अर्धधातुकयोः इत्यस्य सूत्रस्य चिन्तनं कृतं खलु पूर्वं? सर्वधातुक अर्धधातुकयोः चङ् इति चङ् इति नित् अस्ति इति कृत्वा इति च इत्यनेन गुणनिषेधः अस्ति, अतः सर्वधातुक अर्धधातुकयोः इति औट् आफ् पिक्चर्. नित् अस्ति कृत्वा चङ् इति नित् अस्ति इति कृत्वा सर्वधातुक अर्धधातुकयोः इत्यस्य अवसरः नास्ति. अस्तु, नित्यकार्यस्य कुत्र अस्ति नित्यकार्यं न को भेदः इति, किमर्थम् एतद् नित्यकार्यम् इति न उक्तं, किमर्थं अन्तरङ्गकार्यम् इति उक्तं भवती एव वदतु नित्य यदि अचिष्णुधातु ब्रुवां प्रथमं कार्यं करोति तदानीं किं भवति अचिष्णुधातु ब्रुवां प्रथमं कार्यं करोति तदेव नित्यकार्यम् न कृताकृतप्रसङ्गी यः विधिः अत्र अनयोर्मध्ये कस्य कृताकृतप्रसङ्गविधिः अस्ति अत्र अचिष्णुधातु ब्रुवां यदि कार्यं करोति किं भवति अशुश्रुव इति आगच्छति अशुश्रुव इति आगच्छति चेत् तिङ् प्रत्ययस्य गुणस्य कार्यं न भवति अत्र उपादायां किमपि नास्ति इक् वर्णः नास्ति इति त इत्यस्य कार्यं कार्यं न भवति परन्तु नित्यकार्यं यदि अस्ति तत्र किं भवति तत्र तुद् योगः योगः ति पश्यतु भगिनि अत्र पश्यतु अतुसृ अनन्तरं भवती सम्यक्तया उक्तवती अत्र पुगन्तलघु अत्र अचिष्णुधातु ब्रुवाम् इति प्रथमं कार्यं करोति चेत् असुश्रुव इति भवति असुश्रुव योगः त इदानीम् उपादायाम् उकारः नास्ति रेफ अस्ति तत्कारणं न उपादायं वकारः अस्ति असुश्रुव आम् उपादायां वकारः अस्ति अतः पुगन्तलघुपदस्य च इति कार्यं न करोति यदि प्रथमम् अचिष्णुधातु ब्रुवां कार्यं करोति तदनन्तरं पुगन्तलघुपदस्य च इत्यस्य अवसरः नास्ति अतः पुगन्तलघुपदस्य च इति नित्यसूत्रं नास्ति इदानीम् अचिष्णुधातु ब्रुवाम् इति नित्यसूत्रम् अस्ति वा न वा इति पश्यामः चेत् यदि पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति तर्हि तत्र किं भवति असुश्रो योगः इदानीम् असुश्रो इत्यत्र अचिष्णुधातु ब्रुवां कार्यं करोति वा न परन्तु रूपं तु तत्र तत्र प्राप्तुं शक्यते खलु असुश्रो योगः असुश्रव इति आगच्छति असुश्रव इति असुश्रो योगः इत्यत्र असुश्रव इति आगच्छति इदानीं तत्र इदानीं पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् तदानीम् अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति वा न भवति असुश्रो इति अस्ति चेत् उकारान्तधातुरूपी अङ्गं नास्ति अतः अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं नास्ति तत्र अतः अचिष्णुधातु ब्रुवाम् इति अपि नित्यसूत्रं नास्ति रूपम् आगच्छति इति तु पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् रूपम् आगच्छति इति भवती वक्तुम् इच्छति परन्तु अनयोर्मध्ये नित्यसम्बन्धः नास्ति सम्बन्धः नित्यसम्बन्धः नास्ति अतः इदानीम् अत्र परत्वात् पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति चेत् असुश्रो योगः अ इति भवति खलु अशुश्रो योगः अ अनन्तरम् अचिष्णुधातुब्रुवां कार्यं न कर्तुं शक्यते अतः तद् नित्यं नास्ति इदानीम् अग्रे गच्छेम किञ्चिदेव समयः अस्ति तत् पठित्वा समापयामः अत्र अग्रे कः पठति अत्र रमा भगिनी पठितुमिच्छति वा आं भगिनि पठतु अन्तर्मध्ये अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम् अन्तरङ्गशब्दे भागद्वयम् अन्तर् अङ्गम् अन्तर् इत्युक्ते मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम् अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. भगिनी अहम् अवगच्छामि, वक्तुं न शक्नोमि. अस्तु अस्तु, नास्ति चिन्ता. किञ्चित् किञ्चिदहं वदामि. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदाये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गं. तद् इदानीमेव अस्माभिः चर्चितं खलु. असुश्रु अ इति अङ्गम् अपेक्षितमस्ति सूत्रद्वयस्य कार्यार्थमपि. असुश्रु अ इति नास्ति चेत् अचिष्णुधातुभ्रुवां कार्यं न करोति. असुश्रु अ इति नास्ति चेत् पुगन्तलघुपदस्य च इत्यपि कार्यं न करोति. परन्तु पुगन्तलघुपदस्य च इत्यस्य कार्यार्थम् असुश्रु अ इति अपि अपेक्षितं, तिङ् प्रत्ययः अपि अपेक्षितः. अतः वयं वक्तुं शक्नुमः असुश्रु अ इति यत् निमित्तम् अस्ति अचिष्णुधातुभ्रुवाम् इत्यस्य, तद् निमित्तम् अन्तर्भूतम् अस्ति पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तस्य अन्तर्मध्ये अस्ति, निमित्तसमुदायस्य मध्ये अस्ति. अतः अचिष्णुधातुभ्रुवाम् इति अन्तरङ्गसूत्रमस्ति, पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गम् अस्ति. अग्रे पठतु भगिनि. पुगन्तलघुपदस्य च इति बहिरङ्गशास्त्रीयनिमित्तसमुदायः अस्ति असुश्रु अ योगः इति. तस्मिन् मध्ये अन्तर्भूतः भागः अस्ति असुश्रु योगः अ, यत् अचिष्णुधातुभ्रुवां व्योरियवुङ्गौ इति अन्तरङ्गशास्त्रस्य निमित्तं. नियमः अस्ति अन्तरङ्गे बहिरङ्गस्य सिद्धत्वात् इति. ओके, तिङ् प्रत्ययः इस् द डिफ्रेन्स्. पुगन्तलघुपदस्य अथवा अचिष्णुधातुभ्रुवां व्योरियवुङ्गौ सूत्रद्वयं मध्ये, अतः अचिष्णुधातुभ्रुवां व्योरियवुङ्गो अन्तरङ्गम् अस्ति. पुगन्तलघुपदस्य बहिरङ्गः अस्ति तिङ्प्रत्ययनिमित्तकारणात्. समीचीनं समीचीनं. तर्हि अग्रिम अन्तिमपरिच्छेदः शुभदा भगिनी पठति वा? अहमेव पठामि भगिनि. अस्तु, भवती एव पठतु. अचिष्णुधातुभ्रुवां व्योरियवुङ्गौ इति अन्तरङ्गसूत्रस्य दृष्ट्या पुगन्तलघुपदस्य च इति बहिरङ्गशास्त्रम् असिद्धम् अस्ति इत्यतः अचिष्णुधातुभ्रुवां व्योरियवुङ्गौ इति सूत्रं प्रथमं प्रवर्तते. अतः असुश्रु योगः अयोगः उवङ् इति आदेशः अन्त्यवर्णस्य स्थाने भवति. असुश्रु योगः अ योगः इ असुश्रुवत् इति रूपं सिद्धं भवति. अचिष्णुधातुभ्रुवां योरियवुङ्गौ अन्तरङ्गसूत्रम् अस्ति, अतः प्रथमं तस्य प्रथमं प्रवर्तते. अतः उवङ् आदेशः भवति. निच्च कारणात् अन्तिमवर्णस्य उवङ् आदेशः भवति. अतः असुश्रु वत् इति रूपं सिद्ध्यति. असुश्रुवत् इति रूपं, तत्र विजयलक्ष्मी भगिनी पश्यतु, असुश्रवत् इति रूपं नास्ति, श्रुवत् इति रूपम् उवङ् भवेत् इति अस्ति. तर्हि तत्र अन्तरङ्गम् इत्युक्ते बहिरङ्गशास्त्रस्य निमित्तसमुदाये मध्ये यदस्ति, यस्य निमित्तम् अस्ति तद् अन्तरङ्गम् अस्ति. असुश्रुव्योगः अयोगः अत् इत्यत्र असुश्रुव्योगः अ इति यः भागः अस्ति सः भागः उगन्तलघुपदस्य च इत्यस्य निमित्तसमुदाये मध्ये अस्ति. असुश्रुव्योगः अ इति अस्ति चेदेव अचिष्णुधातुभ्रुवां कार्यं करोति, तस्य निमित्तम् अस्ति. तद् निमित्तम् असुश्रुव्योगः अयोगः त इति उगन्धलघुपदस्य च निमित्तसमुदायमध्ये अस्ति इति कृत्वा अचिष्णुधातु ब्रुवाम् इति सूत्रम् अन्तरङ्गमस्ति इति कृत्वा अत्र पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गमस्ति इति कृत्वा असिद्धम् अस्ति अन्तरङ्गस्य दृष्ट्या. अतः अनयोः सङ्घर्षः एव नास्ति. बहिरङ्गसूत्रम् असिद्धम्, अतः अन्तरङ्गसूत्रमेव कार्यं करोति. स्पष्टं वा भगिनी? इति चेत् अन्तरङ्गसूत्रं किम् इत्यस्य अवगमनार्थं तस्य निमित्तं किम् इति प्रथमतया चिन्तनीयं, तदनन्तरं तस्य बाह्यनिमित्तं किम् अस्ति इति चिन्तयित्वा. तस्य बाह्यनिमित्तं नास्ति तत्र, अन्यत् सूत्रस्य निमित्तं किम्? एकस्य सूत्रस्य निमित्तम् अन्यस्य निमित्तस्य मध्ये अस्ति वा इति द्रष्टव्यम्. इत्युक्ते सूत्रद्वयस्य निमित्तानि कानि, निमित्तसमुदायं का, निमित्तसमुदायं किम् इति चिन्तनीयम्. एतस्य अन्यत् उदाहरणमस्ति वा भगिनि? अन्तरङ्गस्य विषये बहूनि उदाहरणानि न सन्ति भगिनि, विरलतया एव वयं पश्यामः. तादृशसन्दर्भः आयाति चेत् वयं चिन्तयितुं शक्नुमः. अतः अत्र बहूनि उदाहरणानि न सन्ति. अस्माकं करपत्रे कानिचन उदाहरणानि सन्ति, तत् पश्यामः अग्रे. भगिनी, इको यणचि सोरि आद्गुणः अनन्तरं वृद्धिसन्धि वृद्धिरेचि अत्र तत्रापि वृद्धिरेचि आद्गुणस्य अपेक्षया तस्य निमित्तानि गुणस्य निमित्तस्य अन्तः अस्ति खलु. तत्र तु अपवादस्य विषयः अस्ति खलु, अपवादः अन्तरङ्गस्य अपेक्षया बलवत्. एतस्य भिन्नक्षेत्रम् अस्ति, तत्र भिन्नक्षेत्रं नास्ति इति. तत्र अपवादस्य विषयः अस्ति. एकमस्ति सप्सेक् अस्ति अन्यस्य. अतः यत्र अपवादस्य विषयः अस्ति अन्यस्य चिन्तनमेव नास्ति, यतोहि अपवादसूत्रमेव सर्वेषाम् अपेक्षया बलवत्. भगिनि, अन्तरङ्गम् इति चिन्तनमेव न कार्यं तत्र. किम् उकारान्तधातुरूपी अङ्गं यत् अस्ति, यत् निमित्तं, तद् निमित्तम् अन्तर्भूतम् अस्ति इति वक्तुं शक्यते वा? उकारान्तधातुरूपी अङ्गं, हा, असुश्रु इति अङ्गं कस्य मध्ये? पुगन्त इत्यस्य यानि निमित्तानि सन्ति तेषु तस्य मध्ये अस्ति, यतोहि असुश्रु अ इति अङ्गम् अपेक्षितं खलु, तत्र असुश्रु इति भागः अपि अस्ति, अतः अन्तर्भूतम् अस्ति. निमित्तम् अन्तर्भूतं, किन्तु भगिनि अस्मिन् प्रसङ्गे एव इति वक्तव्यं खलु, अन्यत्र प्रायः न सत्यं सत्यं स्पेसिफिक् अस्ति अत्र एव, अन्यत्र सर्वत्र यथा एवमेव अस्ति इति नास्ति, अन्यत्र सर्वत्र भिन्नरीत्या अपि भवितुमर्हति. अतः चिन्तनीयं, प्रत्येकं प्रसङ्गः भिन्नः. मैनर् मैनर् डिफ्रेन्स् सन्ति, अतः चिन्तनक्रमे भेदः भवति. चिन्तनक्रमे भेदः अत्र अन्तरङ्ग बहिरङ्ग इत्यस्य भिन्नभिन्नकार्यक्षेत्रं द्वयोः सूत्रयोः तु द्वे सूत्रे अन्यत्र लब्धावकाशः सन्ति. द्वयोः अन्यत्र लब्धावकाशः अस्ति, अतः परसूत्रमेव कार्यं करोति. परन्तु अत्र परस्य अपेक्षया अन्तरङ्गं बलवत् इति कृत्वा अन्तरङ्गसूत्रं कार्यं करोति. बहु किमपि चिन्तयित्वा लिखितमस्ति एतत् सर्वं. हा, बहु किमपि अस्ति अत्र, बहु सम्यक् उदाहरणमस्ति अस्माकं चिन्तनार्थम् अत्र. पुनः एकवारं पठन्तु, पुनः चिन्तयन्तु, स्वस्य चिन्तनं कुर्वन्तु. किन्तु अन्यस्मिन् प्रसङ्गे अन्तरङ्गसूत्रं तस्य निमित्तस्य अभिज्ञानं किञ्चित् क्लेशकरमेव भवति खलु. न, अन्तरङ्गम् इति विषयः क्लिष्टकरमेव अस्ति, इति विषयः क्लिष्टकरः अस्ति, अन्तरङ्गम् इति विषयः क्लिष्टकरः अस्ति. अत्र बहु अभ्यासेन एव तस्य अवगमनं भवति. अतः इदानीं वयं प्रारम्भिकस्तरे वयं स्मः, अतः एकवारं पठामः, अवगच्छामः, यदा सन्दर्भः आयाति अग्रे तदानीं पुनः पश्यामः. अन्तरङ्गस्य विषये धातु उपसर्गयोः कार्यमपि अन्तरङ्गम् इति कुत्रापि पठितवती धातु उपसर्गयोः कार्यं धातु उपसर्गयोः कार्यम् अन्तरङ्गं कस्य अपेक्षया तिङ् प्रत्ययस्य योजनात् पूर्वमेव धातु उपसर्गयोः कार्यं कृत्वा अनन्तरं तिङ् न न कुत्र पठितवती इति प्रेषयतु तत्र धातु उपसर्गयोः कार्यम् अन्ते कुर्मः आङ् इति उपसर्गस्य एत्येधत्यूट्सु इति सूत्रस्य किमपि आसीत् तत्र पठितवती सम्यक् इदानीं किं पठितम् इति एकवारं प्रेषयतु प्रेषयामि अस्तु तर्हि अत्र स्थगयामः कोऽपि प्रश्नः नास्ति चेत् विरमामः धन्यवादः नमस्कारः धन्यवादः भगिनी.